started. ॐ श्री गणेशाय नमः. ॐ श्री सरस्वत्यै नमः. ॐ श्री गुरुभ्यं श्री गुरु सर्वेभ्यो नमस्कारः. सर्वेभ्यो नमः. सर्वेभ्यो नमः. सर्वेषां स्वागतमस्ति वर्गे. अस्माकं प्रवर्तमानः विषयः अस्ति तत्र लृट् लकारः आत्मनेपदी धातूनां. तत्र एकवारं तत्र पुनस्मरणं कुर्मः. तत्र ओ नरेश् महोदय गतवान्. अस्तु, लक्ष्मी भगिनी, तत्र पुटसङ्ख्या अस्ति किं 680 पुटे. लक्ष्मी भगिनी, एकनिमिषं. अस्तु, 680 वा? हा, 680 पुटे तत्र कोष्टकम् अस्ति. नरेश् महोदय नमस्कारः. नमस्कारः महोदय. अस्तु अस्तु अस्तु, चिन्ता मास्तु महोदय. अस्तु, तत्र 680 पुटे. अस्तु, पुस्तके आत्मनेपदिना धातूनां लट् लकारे रूपाणि एवं भवन्ति. वन्द् धातुः प्रथमपुरुषः वन्दिष्यते एकवचने, द्विवचने वन्दिष्येते, बहुवचने वन्दिष्यन्ते. मध्यमपुरुषः वन्दिष्यसे, वन्दिष्येथे, वन्दिष्यद्वे. उत्तमपुरुषः वन्दिष्ये, वन्दिष्यावहे, वन्दिष्यामहे. समीचीनं भगिनि. अस्तु, नमस्कारः. अन्य कोऽपि अस्ति वा? अग्रे पठामि वा? भगिनी, तत्र एव किञ्चित् अभ्यासं कुर्मः. अत्र अतः तत्र भवती एव तत्र इदानीं तत्र अग्रिमं तत्र विशेषरूपम् अस्ति खलु, तत्र मन् इति मन्स्यते, मन्यते इति रूपे, मन्स्यते इति मन्स्यते इति लृट् लकारः. तत् करोति वा? मन्स्यते, केवलं मन्स्यते इति, तत्र रूपाणि वदतु. मन्स्यते, वृत् वर्तिष्यते. वृत् इति मास्तु, केवलं मन्स्यते इति उपयुज्य मन् धातुः तस्य लृट् लकाररूपाणि, तत्र मन्स्यते, मन्स्येते इति वदति वा एकवारम्? यथा वन्दिष्यते, यथा वन्दिष्यते, वन्दिष्येते उक्तवती, वाक्यं न, केवलं रूपाणि, तत्र मन्स्यते, मन्स्यते, मंस्यते, मंस्येते, मंस्यन्ते, मंस्यसे, मंस्येथे, मंस्यध्वे, मंस्ये, मंस्यावहे, मंस्यावहे, मंस्ये, तत्र मन्स्यते, मंस्य. समीचीनं भगिनि. अस्तु, नरेश् महोदय अग्रे इदानीं तत्र वृत् इति वर्तते, वर्तते इति लट् लकारः. इदानीं लट् लकारम् अस्तु, केवलं लृट् लकारः. वर्तिष्यते, वर्तिष्येते, वर्तिष्यन्ते, वर्तिष्यसे, वर्तिष्येथे, वर्तिष्यद्वे, वर्तिष्ये, वर्तिष्यावहे, वर्तिष्यामहे. हा, इति समीचीनं. रघुपति महोदय इदानीं तत्र तत्र शेते, शेते विरागः भवति वा? शयिष्यते, शयिष्यन्ते, शयिष्यते, शयिष्येथे, शयिषध्वे, शयिष्ये, शयिष्यावहे, शयिष्यामहे. शयिष्यामहे. अस्तु, रघुवेन्द्रस्वामी इदानीम् अग्रिमं तत्र क्रीन् धातुः क्रेष्यते. क्रीन् धातुः अस्ति, क्रीणते सामान्यतः क्रेष्यते. क्रेष्यते क्रीते, क्रेष्यते क्रेष्येते क्रेष्यन्ते, क्रेष्यते क्रेष्येतेः क्रेष्यद्वे, क्रेष्ये क्रेष्यावहे क्रेष्यामहे. क्रेष्यामि. समीचीनं महोदय, धन्यवादः. अन्य कोऽपि अस्ति वा? तत्र पश्यामि, तत्र श्रेणी सालन्द्री इति अस्ति, वक्तुम् इच्छति वा? अस्तु, तत्र गीतसोपानि द्वितीयभागे पुटसङ्ख्या अस्ति 680, 680 पुटे. आत्मनेपदी धातूनां लृट् लकाररूपाणि. अस्तु, तत्र अग्रिमं करोति वा? तत्र कृन् धातुः कुरुते करिष्यते इति. कृन्दते महोदय, करिष्यते, कुरुते इति आत्मनेपदीरूपं, लट्लकारे लृट्लकारे करिष्यते, करिष्यते, करिष्येते, करिष्यन्ते, करिष्यसे, करिष्येते, करिष्यद्वे, करिष्ये, करिष्यावहे, करिष्यामहे. हा, समीचीनं महोदय. अस्तु, उत्तमम्. अस्तु, इदानीं लक्ष्मी भगिनी, इदानीं तत्र केवलं क्रियापदस्य अभ्यासं कृतवन्तः, इदानीं तत्र कर्तृपदमपि योजयामः. अतः तत्र सा वन्दिष्यते इति, तत्र वन्दिष्यते इति मास्तु, इदानीम् अग्रिममस्ति, तत्र ईक्षते, इदानीं तत्र सा ईक्षिष्यते इति, सा तेतः. अध्यापकः छात्रान् न केवलं तत्र वाक्यं मास्तु, इदानीं वाक्यम् अग्रे आयाति, इदानीं तत्र तत्र ईक्षिष्यते, तत्र सा ईक्षिष्यते, ते ईक्षिष्येते इति. सा ईक्षिष्यते, ते ईक्षिष्येते, ताः ईक्षिष्यन्ते, त्वं ईक्षिष्ये, ईक्षिष्यसे, युवाम् ईक्षिष्येथे, यूयम् ईक्षिष्यद्वे, अहम् ईक्षिष्ये, आवाम् ईक्षिष्यावहे, वयम् ईक्षिष्यामहे. हा, समीचीनं भगिनि. अस्तु, उत्तमं. नरेश मोदी अग्रे, तत्र वत्स्यते इदानीं तत्र, हा, तत्र सः इति, सः पत्स्यते, तौ ते पश्यन्ते. तत्र महोदय, तत्र पद् धातुः अग्रिमं, तत्र एव तत्र तत्र आवली अस्ति खलु, तत्र कानिचन विशिष्टरूपाणि इति, तत्र पद् धातुः पच्यते इति. सः पच्यते, तौ पच्येते, ते पच्यन्ते, त्वं पच्यसे, युवां पच्येथे, यूयं पच्येद्वे, पच्यद्वे, अहं पच्ये, आवां पच्यावहे, वयं पच्यामहे. हा, इति समीचीनं. हा, अस्तु, अग्रे रघुवीरेन्द्रस्वामी, इदानीं तत्र भुज् धातुः बोक्ष्यते इति, तत्र एषः इति. एषः महोदय, भुज् भुङ्क्ते, भोक्ष्यते, एषः भोक्ष्यते, एतौ भोक्ष्येते, एते भोक्षिष्यन्ते. न, भोक्षिष्यन्ते किमर्थं? भोक्ष्यन्ते केवलं खलु, भोक्ष्यते, तत्र एतद् विशेषरूपम् अस्ति खलु एतद् महोदय, तत्र विशिष्टधातुः अस्ति विशेषधा, अतः तत्र तत्र भुज्जिति तत्र किं श्यन्ते इति स्थाने तत्र क्षकारः आगच्छति, अतः तत्र बोक्ष्यते इति. एषः भोक्ष्यते, एतौ भोक्ष्यते, एते भोक्ष्यन्ते, त्वं भोक्ष्यसे, युवां भोक्ष्येथे, यूयं भोक्ष्यद्वे, अहं भोक्ष्ये, आवां भोक्ष्यावहे, वयं भोक्ष्यामहे. समीचीनं महोदय. अतः तत्र विशिष्टरूपाणि सन्ति, साधारणरूपम् उपरि अस्ति, तत्र इष्यते इति, तत्र वन्दिष्यते वर्धिष्यते इति, किन्तु इदानीम् अपि तत्र केवलं तत्र श्या इति स्थाने तत्र किं भवति, केवलं तत्र मन्स्यते लप्स्यते तत्र सकारः आगच्छति, अपि तत्र किं मन्स्यते हा तत्र श्यकारः आगच्छति, अथवा नो चेत् तत्र तत्र श्यकारः, श्यकारः एव तत्र साधारणरूपम् अस्ति, किन्तु तत्र किमर्थं तत्र वर्तिष्यते इति. हा वर्तिष्यते महोदय, तत्र यत्र इदागम इकार इण् इणु इणु प्रत्याहारवर्णः अस्ति चेत् अकार वर्जयित्वा अन्ये स्वराः अथवा मृदुव्यञ्जनाः सन्ति चेत् इण् प्रत्याहारवर्णस्य चेत् अथवा कवर्गीयवर्णः अस्ति चेत् तत्र सकारस्य षत्वं भवति इति आदेशप्रत्यय इति सूत्रेण भवति महोदय. सर्वत्र अकार वर्जयित्वा अथवा मन्स्यते इति अस्ति खलु, पत्स्यते इति अकार नास्ति. सत्यं महोदय, समीचीनं महोदय. अपि तत्र तत्र भृत् किमर्थं दत्तम् अस्ति इति प्रायशः तत्र भृत् इति तत्र तत्र वृद्धिः भवति, भृत् इति वर्तिष्यते, वर्तिष्यते खलु, अतः इडागमस्ति खलु, वर्तिष्यते सकारस्य पूर्वम् इकारः अस्ति, वर्तिष्यते यत्र यत्र पश्य. आमां समीचीनं. क्रेष्यते अत्र अत्रापि सकार एकार अस्ति, अतः क्रेष्यते अस्ति. पत्स्यते इति नास्ति, तत्र सकार अस्ति, ईणुवर्ण ईणु प्रत्याहारे वर्णः नास्ति, अथवा कवर्गीयवर्णः चेत् भवति. भोक्ष्यते इति अस्मिन् आमां तत्र तत्र ककार अस्ति चेत् भवति, अन्यसूत्रेण ककार अस्ति, भुज् इत्यस्य भोज् भोज् ककारः भवति, चोहकुः इत्यनेन ककारः भवति, ककारः अस्ति चेत् सकारस्य षकारः भवति, भोक्ष्यते इति भवति. अत्र यत्र यत्र इकारः इण्वर्णः इति स्वरः सर्वे स्वरवर्णाः अकारवर्जयित्वा अस्ति चेत् षत्वं भवति, अथवा कवर्गीयवर्णः अथवा यवर ल एते वर्णाः अस्ति चेत् भवति इति अस्ति. धन्यवादः महोदय. हा समीचीनं. हा अत्र विशिष्टरूपाणि एव तत्र दत्तानि, साधारणरूपं न दत्तं. समीचीनम्. अस्तु महोदय, भवान् एव इदानीम् अग्रे तत्र भाषिष्यते इति तत्र भाषिष्यते. सा भाषिष्यते, ते भाषिष्येते, ताः भाषिष्यन्ते, त्वं भाषिष्यसे, युवां भाषिष्येथे, यूयं भाषिष्यध्वे, अहं भाषिष्ये, आवां भाषिष्यावहे, वयं भाषिष्यामहे. समीचीनं महोदय. अस्तु, क्लेशः भवति सकारस्य. सत्यं महोदय, द्वयमपि सकार इति भवति उच्चारणम्. अस्तु अस्तु, अग्रे श्रीनिवास महोदय वा महोदय, भवतः नाम श्रीनिवासः इति वा? अस्तु, नमस्कारः महोदय. अस्तु, इदानीं तत्र अग्रे महोदय तत्र लभते, तत्र सा लभते इति वदति वा महोदय? तत्र दत्तमस्ति अग्रे अभ्यासे, तत्र लभते लप्स्यते इति रूपं, हा, किन्तु केवलम् अभ्यासं मास्तु, तस्मात् प्राक् तत्र कर्तृपदमपि योजयामः, तत्र सा लप्स्यते इति. सा लप्स्यते, ते लप्स्येते, ताः लप्स्यन्ते, त्वं त्वं लप्स्यसे, आवां लप्स्यते, युवां लप्स्येते, यूयं लप्स्यद्वे, अहं लप्स्ये, आवां लप्स्यावहे, वयं लप्स्यामहे. हा समीचीनं महोदय, अस्तु धन्यवादः. अस्तु इदानीं लक्ष्मी भगिनी, इदानीं तत्र युध्यते इति धातु तत्र अस्तु, तत्र प्रायश किं तत्र कर्मपदं योजयितुं शक्नुमः वा? युध्यते प्रायश तत्र अकर्मकधातु इति मन्ये खलु, युद्ध कर्मपदम्? आम् आम्, प्रायः अकर्मक एव अकर्मक इति. अस्तु अतः लक्ष्मी भगिनी अकर्मकः अस्ति. अस्तु अतः किं कुर्मः, योद्धः युच्यते. हा सत्यं, किन्तु तत्र बन्धिष्यते इति एव कुत्र रणरङ्गे इति. अस्तु अस्तु अस्तु तत् कुर्मः. हा अस्तु, तत्र महाभारते तत्र सः योत्सते इति अथवा युद्धे सः. अस्तु भगिनि, युद्धक्षेत्रे सः योत्सते, सः योत्स्यते युद्धक्षेत्रे, सः तौ योत्स्येते युद्धक्षेत्रे, ते योत्स्यन्ते युद्धक्षेत्रे, त्वं योत्स्यसे युद्धक्षेत्रे, युवां योत्स्येते युद्धक्षेत्रे, यूयं योत्स्यध्वे युद्धक्षेत्रे, अहं योत्स्ये युद्धक्षेत्रे, आवां योत्स्यावहे युद्धक्षेत्रे, वयं योत्स्यामहे. हा समीचीनं भगिनि, अस्तु अग्रे नरेश महोदय, तत्र कम्पते तत्र तत्र किं, तत्रापि प्रायशः तत्र कर्मकधातु इति मन्ये, तत्र मध्ये किं कुर्मः तत्र? वायुना. अस्तु धन्यवादः महोदय, अस्तु अस्तु धन्यवादः. अस्तु नरेश महोदय, तत्र सः वायुना कम्पिष्यते, सः वायुना कम्पिष्यते, तौ वायुना कम्पिष्येते, ते वायुना कम्पिष्यन्ते, त्वं वायुना कम्पिष्यसे, युवां वायुना कम्पिष्येते, यूयं वायुना कम्पिष्यध्वे, अहं वायुना कम्पिष्ये, आवां वायुना कम्पिष्यावहे, वयं वायुना कम्पिष्यामहे. हा समीचीनम्, अस्तु धन्यवादः महोदय. अस्तु रघुवीरानन्दस्वामी, अग्रे तत्र जायते जनिष्यते, हा पुनः तत्र अस्तु, तत्र किं जनिष्यते प्राणिनः, किमपि किमपि तत्र किमपि न, तत्र शीघ्रम् इति वक्तुं शक्नुमः, शीघ्रं जनिष्यति. अस्तु अस्तु महोदय, तत्र प्रायशः भगवतः अस्तु भगवतः भगवतः अनुग्रहात् अनुग्रहात् जनिष्यति. अनुग्रहात् अनुग्रहात् अस्तु भगवदनुग्रहात् रघुवीरनन्दन महोदय. सुबन्तपदं महोदय, तत्र सः इदानीं भगवतः अनुग्रहात् सः जनिष्यते इति, भगवतः अनुग्रहात् सः जनिष्यति, जन् धातु अस्ति महोदय. अस्तु भगवतः अनुग्रहात् सः जनिष्यते, भगवतः अनुग्रहात् तौ जनिष्येते, भगवतः अनुग्रहात् ते जनिष्यन्ते, भगवतः अनुग्रहात् त्वं जनिष्यसे, भगवतः अनुग्रहात् युवां जनिष्येथे भगवतः अनुग्रहात् यूयं जनिष्यद्वे भगवतः अनुग्रहात् अहं जनिष्ये, भगवतः अनुग्रहात् आवां जनिष्यावहे, भगवतः अनुग्रहात् भगवदनुग्रहात् वयं जनिष्यामहे। हा समीचीनं महोदय, धन्यवादः। हा अस्तु, अग्रे रघुपति महोदय, तत्र यजते इति यजते यक्षते मुनिः यक्षते मुनी यक्षेते मुनयः यक्षन्ते त्वं यक्षसे युवां यक्षेते यक्षेथे यूयं यक्षद्वे त्वं सारि अहं ओ अस्तु अत्र यक्ष्ये त्वं अहं यक्ष्ये आवां यक्षावहे यक्षावहे वयं यक्षामहे। हा समीचीनं महोदय, अस्तु अग्रे श्रीनिवास महोदय, इदानीं तत्र अग्रिमपुटे तत्र गच्छामः, तत्र एकवारं तत्र अभ्यासं पठित्वा करोति आरम्भं करोति वा महोदय। अधः दत्तानां क्रियापदानां भविष्यकालरूपाणि उपयुज्य पार्श्वे दत्तानां कर्तृवाचकशब्दानां योजनेन वाक्यानि रचयत। सः वन्दते तत्र सः वन्दते इति स्थाने सः वन्दिष्यते सः वन्दिष्यते तौ वन्दिष्येते ते वन्दिष्यन्ते त्वं वन्दिष्यसे युवां वन्दिष्येते यूयं वन्दिष्यद्वे अहं वन्दे अहं वन्दे समीचीनमेव, किन्तु इदानीं तत्र लिट् लकार इति कृत्वा वन्दिष्ये इति वन्दिष्ये तत्र वन्दिष्यावहे आवां वन्दिष्यावहे वयं वन्दिष्यामहे। हा समीचीनं महोदय, धन्यवादः। अस्तु इदानीं तत्र नरेश महोदय, तत्र अग्रे तत्र कुरुते इति अस्ति। हा कुरुते इति वयं दृष्टवन्तः खलु, तत्र कुरुते इति किं भवति, करिष्यते इति। अतः तत्र इदानीं तत्र सः ते सर्वम् उपयुज्य, किन्तु मध्ये तत्र कर्मपदं स्थापयामः, तत्र कार्यम् इति, सः कार्यं करिष्यते इति। सः कार्यं करिष्यते, तौ कार्यं करिष्येते, ते कार्यं करिष्यन्ते, त्वं कार्यं करिष्यसे, युवां कार्यं करिष्येथे, यूयं कार्यं करिष्यद्वे, अहं कार्यं करिष्ये, आवां कार्यं करिष्यावहे, वयं कार्यं करिष्यामहे। हा समीचीनम्, अस्तु अग्रे लक्ष्मी भगिनी, इदानीं तत्र चेष्टते इति, तत्र कार्यं कर्तुं चेष्टते इति। हा तत्र कार्यं सत्यं कर्तुं कार्यं कर्तुं चेष्टते, अस्तु एषा कार्यं कर्तुं चेष्टते, एते कार्यं कर्तुं चेष्टेते, एताः कार्यं कर्तुं चेष्टन्ते। भगिनि क्षम्यतां, तत्र चेष्टते इति नास्ति खलु, तत्र चेष्टते इति लट्लकाररूपं, क्षम्यताम्। अतः तत्र चेष्टिष्यते इति खलु, क्षम्यतां, तत्र एषः चेष्टिष्यते कार्यं कर्तुम्, एषा कार्यं कर्तुं चेष्टिष्यते, एते कार्यं कर्तुं चेष्टिष्येते एते एताः कार्यं कर्तुं चेष्टिष्यन्ते त्वं कार्यं कर्तुं चेष्टिष्यसे युवां कार्यं कर्तुं चेष्टिष्यते यूयं कार्यं कर्तुं चेष्टिष्यध्वे अहं कार्यं कर्तुं चेष्टिष्ये आवां कार्यं कर्तुं चेष्टिष्यावहे वयं कार्यं कर्तुं चेष्टिष्यामहे हा समीचीनम् अस्तु धन्यवादः अस्तु अग्रे तत्र लभते इति अस्ति तत्र रघुवीरेन्द्रस्वामी तत्र लभते तत्र सः पुस्तकं लप्स्यते इति महोदय विशेषरूपमस्ति लब् लप् तत्र लप्स्यते महोदय पुनः वदतु महोदय सः पुस्तकं लप्स्यते सः पुस्तकं लप्स्यते वा प्राप्नोति इति सः पुस्तकं प्राप्नोति प्राप्स्यते यशः इति भवति यशः प्राप्स्यते यशः इति लभते इति न भवति किं महोदय यशः न सः यशः यशः लभते यशः तर्हिप्रयोगं किञ्चित् अस्तु अस्तु अस्तु सः यशः लभते आत्मनेपदे अस्ति खलु हा हा अस्तु यशः इति समीचीनमस्ति यतोहि तत्र हलन्तपदमपि वयं कृतवन्तः किमर्थं तत्र केवलं पुस्तकं यशः सः यशः लप्स्यते तौ यशः लप्स्येते ते यशः लप्स्यन्ते त्वं यशः लप्स्यसे युवां यशः लप्स्येते यूयं यशः लप्स्यध्वे अहं यशः लप्स्ये आवां यशः लप्स्यावहे वयं यशः लप्स्यामहे हा समीचीनम् अस्तु अग्रे रघुपतिमहोदय इदानीं तत्र रमते अकर्मक अस्ति प्रायशः तत्र रम्स्यते इति एव भवति इडागमः न भवति रामः वने रंस्यते रामलक्ष्मणौ वने सोरि रामलक्ष्मणौ वने रंस्येते रामलक्ष्मणसीताः वने रंस्यन्ते इति भवति त्वं वने रंस्यसे युवां वने रंस्येते यूयं वने रंस्यध्वे अहं वने रंस्ये आवां वने रंस्यावहे वयं वने रंस्यामहे मकारस्य अनुस्वार एव अस्तु अग्रे श्रीनिवास महोदय इदानीं तत्र अश्नुते इत्युक्ते प्राप्नोति इति एव इति मन्ये अथवा तत्र अतः तत्र ईट् अपि भवति खलु तत्र अशन तदेव तत्र कन्स्यूम् इति अर्थे वा न तदपि भवति अतः तत्र भवान् श्रीनिवास महोदय भवान् किम् इच्छति तत्र कर्मपदं किं स्थापितुम् इच्छति तत्र भोजनम् अश्नुते इति वा अथवा तत्र प्राप्नोति इति तत्र पुस्तकं प्राप्नोति अथवा किमपि स्थलं प्राप्नोति तदपि सः पुस्तकम् इदानीं तत्र अश्नुते इति अश्नुते तु तत्र लट्लकारः अस्ति तत्र लृट्लकारः किम् अस्ति तत्र अश्नु अश्नुष्यति तत्र प्रायशः तत्र विशिष्टरूपं भवति खलु तत्र. अस्तु महोदय, तत्र इदानीम् अश्नुते इति त्यजामः, तत्र वर्तते इति, अतः तत्र सः वने वर्तते इति तत् करोतु महोदय. अग्रे अश्नुतु महोदय, तत्र किमपि नास्ति, अश् धातु अस्ति खलु, अतः अशिष्यते, अशिष्यते ओ अशीति आत्मनेपद क्षम्यतां, तत् आत्मनेपदरूपम् अस्ति खलु, एतत् भिन्नम् अस्ति वा? न न, अतः तत्र न जानामि अतः तत्र. किन्तु श्रीनिवास महोदय, अतः वर्तते सः वने वर्तते इति, तत् करोतु महोदय. वने वर्तते, सः वने वर्तिष्यते, तौ वने वर्तिष्येते, ते वने वर्तिष्यन्ते, त्वं वने वर्तिष्यते, वर्तिष्यसे, युवां वने वर्तिष्येथे, यूयं वने वर्तिष्यद्वे, अहं वने वर्तिष्ये, आवां वने वर्तिष्ये वर्तिष्यावहे, वयं वयं वने वर्तिष्यामहे. हा, अतः एव महोदय तत्र चिन्ता मास्तु, अतः एव तत्र अभ्यासं, तत्र केवलं क्रियापदं, तदनन्तरं तत्र कर्तृपदम् अपि, अन्यत् किमपि पदं, यतोहि लाभः तत्र अभ्यासः जातः, मनसि तत्र स्थिरः भवति विषयः तावदेव, अतः चिन्ता मास्तु. अश्धातु द्वयमस्ति, अतः तत्र एकं दाश्नाति, एकं दाश्नुते, एतत् एतत् क्रयादिगणे अस्ति अश्नाति, एकं तत् स्वादिगणे अश्नुते इति, तदेव अस्ति प्रायः अश्नुते. अस्तु महोदय, अर्थः भिन्ना अस्ति, अर्थः भिन्ना अस्ति, तु पर्वेड् इति अस्ति अश्नुते, अतः अहं चिन्तितवान् अश्नाति अशनम् इति, तद् भोजनस्य चिन्तितवान्, अतः अतः अशिष्यते, अशिष्यते, अशिष्यते भवति, ईडागमास्ति, अतः अशिष्यते, अशिष्यते, सकर्मकधातु न महोदय, एतत् सकर्मकः अस्ति महोदय, सकर्मकः, आमां सकर्मकः अस्ति, आमां द्वयमपि सकर्मकः एव अस्ति, अतः तत्र किमपि स्थापितुं शक्नुमः. अस्तु, कुर्मः. गीताञ्जलि भगिनी नमस्कारः. नमस्ते महोदय, बहु बहु क्षम्यतां. चिन्ता मास्तु भगिनि, चिन्ता मास्तु, तत्र पुटसङ्ख्या अस्ति तत्र 87. अस्तु महोदय, अस्तु इदानीं तत्र, अस्तु लक्ष्मी भगिनी भवती एव तत्र अश्नुते इति, अथवा रघुपति महोदय भवान् एव तत्र दृष्ट्वा एकवारं वदतु महोदय, तत्र अश्नुते इति अस्ति, अश्नुते, अश्नुते, अश्नुवाते, अश्नुवते इति, तत्र लृट्लकारः, ईडागम भवति, अतः अश् धातु अस्ति, अतः इष्यते भवति, अशिष्यते, अशिष्येते, अशिष्यन्ते, अशिष्यसे, अशिष्येते, अशिष्यद्वे, अशिष्ये, अशिष्यावहे, अशिष्यामहे, तत्र विकल्पेन इडागमः भवति इति अस्ति महोदय, अक्ष्यते, अक्ष्येते, अक्ष्यन्ते इति भवति, रूपद्वयमपि अस्ति, इडागमयुक्त अस्ति, इडागम विना अपि रूपाणि सन्ति, अतः अक्ष्यते, यदि इडागम अपक्षे अक्ष्यते, अक्ष्येते, अक्ष्यन्ते, तत्र षकार षकार भवति, तत्र अक्ष्यते इति वा? आं महोदय, अक्षयोगस्यते तत्र षकारस्य षकार अनन्तरं ककारः भवति, अनन्तरम् अत्र ककारस्य सकारः भवति, एकवारं तु चषां साहित्येन षत्वं भवति, अनन्तरं तत्र शलोकः सीतनेन ककारः भवति, ककारसकारक्षा भवति, अक्ष्यते, अक्ष्यते, अक्ष्यते, तर्हि सर्वाणि रूपाणि समानानि एव. समीचीनम्, अतः तत्र तत् सुलभमेव आसीत्. अस्तु, आरभते, तदपि सुलभमेव, अशिष्यते, आरभिष्यते इति एव. अस्तु, रप्स्यते खलु महोदय, तत्र न भवति खलु रब् रप्स्यते खलु, ओ आरप्स्यते, आरप्स्यते भवति, आरप्स्यते, आरप्स्यते, अत्र खरि चैतन्येन बकारस्य पकार भवति प्रथमवर्णः भवति सकारस्य कारणेन आमाम् आम् यत्र यत्र सकारः अस्ति तत् पूर्वं कोऽपि अन्यवर्णः अस्ति चेत् तत्र खरि चैतन्येन भवति इदागमः नास्ति चेत् अथवा अन्यः सन्धिः भवति सकारः अस्ति चेत् ककारः भवति अनन्तरं अन्यथा प्रथमवर्ण वर्गीय आम् आमां रप्स्यते रप्स्यते पकार आरप्स्यते आरप्स्यते अस्तु लक्ष्मी भगिनि तत्र सः कार्यम् आरप्स्यते इति सः कार्यम् आरप्स्यते अथवा किञ्चित् भवती पूर्वमपि कार्यम् इति एव कृतवती अतः किमपि तत्र कविः काव्यम् आरप्स्यते इति कविः कार्यम् कविः काव्यम् आरप्स्यते कवि काव्ये काव्ये आरप्स्येते कविः कवयः काव्यं काव्ये काव्यानि आरप्स्यन्ते तत्र अतः काव्यानि एव स्वीकरोतु चिन्ता मास्तु तत्र त्वं काव्यानि त्वं काव्यम् आरप्स्यसे युवां युवां काव्ये आरप्स्य काव्यं तत्र नास्ति कर्मपदस्य कोऽपि सम्बन्धः नास्ति अतः किमपि कर्मपदं स्थापयतु भगिनि काव्यानि एव स्वीकरोतु सर्वत्र अथवा काव्यम् एव स्वीकरोतु चिन्ता मास्तु युवां काव्यानि आरप्स्येते यूयं कार्यं काव्यानि आरप्स्यध्वे अहं काव्यानि आरप्स्ये आवां काव्यानि आरप्स्यावहे वयं काव्यानि आरप्स्यामहे आरप्स्यामहे अस्तु समीचीनं अस्तु समीचीनं गीताञ्जलिभगिनी तत्र भवती तत्र लुट्लकाररूपाणि स्मरति वा तत्र प्रयत्नं करोमि महोदय अस्तु तत्र अग्रिममस्ति तत्र युध्यते इति तत्र युधिष्यते वा हा युद्ध गुणः भवति योध् इति भवति योध् युध्यते इदानीम् अनन्तरं तत्र योत्स्यते योत्स्यते अस्तु सः योच्यते तौ योच्येते ते योच्यन्ते त्वं योच्यसे युवां योच्येथे यूयं योच्यध्वे अहं योच्ये आवां योच्यावहे वयं योत्स्यामहे समीचीनं भगिनि कथं जानीमः योत्स्य इति रूपं निष्पन्नं भवति महोदय तत्र सकारः अस्ति महोदय तत्र स्य इति आर्धात्मकप्रत्ययः अस्ति यत्र प्रत्ययः अस्ति तत्र गुणः भवति इगन्त अङ्गम् अथवा उपधायां लघु इकवर्णः अस्ति चेत् गुणः भवति अनन्तरं यथा सन्धिः भवति यथा सकारः अस्ति धकारः अस्ति यथा खरिचैतन्येन तकारः भवति प्रथमवर्णः भवति सर्वदा अतः पच्यते इति भवति रप्स्यते रब् योगस्यते इडागमः नास्ति अतः रब् स इति अस्ति अतः बकारस्य पकारः भवति पवर्गीय प्रथमवर्णः भवति अतः खरिचैतन्येन सर्वत्र यत्र इडागमः न भवति चेत् अन्यथा एते सकारकर्वर्ण अस्ति, अतः सर्वत्र वर्गस्य प्रथमवर्ण एव आगच्छति. अपि च अङ्गस्य गुणः भवति, यदि उपादायं लघ्वीक वर्णः अस्ति चेत् यो भवति, तावदेव अस्ति. वयं जानीमः तत्र व्याकरणे. अपि च अश्नुते लृट् रूपम् अत्र रूपद्वयमस्ति. अक्ष्यते अक्ष्यते अक्ष्यते अक्ष्यते भवत्या अक्ष्यते अपि अक्षिष्यते समाने वा अशिष्यते अशिष्यते अक्ष्यते अशिष्यते. अश् धातु अस्ति, अश् धातु एकमति अश् धातु इडागमः भवति. अश् योग इष्यते अशिष्यते इति भवति. अन्यदपि इडागमः न भवति. अश् योगस्य ते अत्र षकारस्य तत्र सन्धि भूत्वा ककार भवति. अक्ष्यते तद् अक्ष्यते इति भवति. ककारस्य इदानीं सकारस्य षकार भवति, अक्ष्यते इति भवति. महोदय अर्थः अपि भिन्नः भवति वा? आमाम् अर्थः भिन्नः अस्ति भगिनि. तत्र एतत्तु स्वादिगणे अस्ति, अश्नुते इति तु ईट् इति सारी अश्नाति इति तत्र क्रियादिगणे. एतत्तु पर्वेड् इति अर्थे अस्ति, अहं न जानामि तत्र. अस्तु पर्वेड् इति अर्थे अस्ति. अत्र किञ्चित् भिन्नम् अस्ति, भिन्नः पर्वेड्. अपि च अशिष्यते अपि पर्वेड्. तदेव तदेव अस्ति खलु, समानधातु अस्ति केवलं तत्र लृट् लकाररूपं खलु भगिनि. बिल् पर्वेड् रादर् देन् अश्नुते तु लट् अस्ति. अक्ष्यते कीदृशपदम्? अक्ष्यते इति लृट् लकार लृट् लकारे अश्योगस्य ते खलु तत्र सन्धि तत्र प्रत्ययं योजित समानं भगिनि. तत्र क्लेशः मास्तु, तत्र तत्र रूपद्वयम् अस्ति. अवगतम् रूपद्वयम् लृट् लकारस्य रूपद्वयम् अस्ति तत्र. तत्र एकमस्ति अक्ष्यते, अन्यत् अस्ति अशिष्यते इति. रमते रम्स्यते, लभते लप्स्यते, चेष्टते चेष्टिष्यते इति मन्ये. पुनः वदतु महोदय. अत्र सर्वाणि रूपाणि समानानि महोदय. तत्र लट् लकाररूपाणि बहु सुलभमस्ति. एतत् लट् लकार इव अस्ति मध्ये इति भवति. इडा बहुत्र स्थलेषु इडागमः भवति, कुत्रचित् इडागमः न भवति. यत्र इडागमः न भवति तत्र सन्धिः भवति, तावदेव अस्ति. सत्यं रूपाणि समानानि एव खलु. अस्तु धन्यवादः. सावधानतया तत्र द्रष्टव्यमस्ति. सन्धीनां कृते तत्र किञ्चित् क्लेशः अस्ति. धन्यवादः महोदय. अस्तु अग्रे गच्छामः तर्हि. तत्र अग्रे इदानीं तत् तत्र केवलं युध्यते इति अस्ति. अस्तु तत्र नरेश महोदय युध्यते इति करोति वा? युध्यते योच्यते, सः योच्यते, तौ योच्येते, ते योच्यन्ते, त्वं योच्यसे, युवां योच्येथे, यूयं योच्यद्वे, अहं योच्ये, आवां योच्यावहे, वयं योच्यामहे. अस्तु समीचीनम्. अस्तु अस्तु तर्हि इदानीम् अग्रे गच्छामः. तत्र गतवर्गे वयं पाठं पठितवन्तः. इदानीं तत्र पञ्चाशीतितमे पुटे पाठः अस्ति. तस्य पाठस्य विषये इदानीं प्रश्नाः सन्ति. अस्तु तत्र पाठस्य स्मरणम् अस्ति न वा किन्तु तत्र परिशीलनं कृत्वा कर्तुं शक्नुमः इति मन्ये. अस्तु तत्र रघुवीरानन्दस्वामी आरम्भं करोति वा तत्र? महोदय गोपालः सागरतीरे किं करिष्येते करिष्यते? गोपालः सागरतीरे प्रतीक्ष्यते प्रतीक्षिष्यते कां प्रतीक्षिष्यते अथवा कं प्रतीक्षिष्यते गोपालः? माम् माम् इत्युक्ते किन्तु माम् इत्युक्ते कः? विनीतः. विनीतः. इदानीं तत्र वाक्यं वदतु. गोपालः गोपालः विनीतं प्रतीक्षिष्यते सागरतीरे. सागरतीरे. समीचीनं महोदय, धन्यवादः. समीचीनं, पूर्णवाक्यम् इदानीम् अभवत्. अस्तु, अग्रे रघुपति महोदय. आम् महोदय, एकवारं किमासीत् तत्र एकनिमिषं महोदय. तत्र किं सायङ्काले सागरशोभा वर्धिष्यते? वर्धिष्यते. आं सायङ्काले सागरशोभा वर्धिष्यते, तदेव खलु? नितरां वर्धिष्यते. तत्र नितराम् आमां नितराम् इति विशेषणमस्ति. नितरां वर्धिष्यते. तत्र सागरशोभा दिने अपि अस्ति, किन्तु तत्र सागरशोभा सायङ्काले तस्य वर्धनं भवति, शोभायाः वर्धनं भवति इति कृत्वा तत्र सायङ्काले सागरशोभा वर्धिष्यते इति. अस्तु, समीचीनम्. अस्तु, श्रीनिवास महोदय, तत्र भवान् गतवर्गे नासीत्, अतः तत्र यदि प्रयत्नं करोतु, नो चेत् सहायमपि कुर्मः. तृतीयप्रश्नः. किं सर्वे सागरसौन्दर्यम् आस्वदिष्यन्ते? तत्र अन्तिमवाक्यमस्ति, सर्वे अपि इति. सर्वे अपि सागरसौन्दर्यम् आस्वदिष्यन्ते. सर्वे अपि सागरसौन्दर्यम् आस्वदिष्यन्ते इति. समीचीनं महोदय. अस्तु, अग्रे गीताञ्जलि भगिनी, अग्रिमम्. अस्तु महोदय, किं चन्द्रः आकाशे प्रकाशिष्यते? किं चन्द्रः आकाशे प्रकाशिष्यते? किं प्रकाशिष्यते? तत्र किम् इत्युक्ते तत्र प्रकाशिष्यते इति वा इति तत्र प्रश्नः. आम् अथवा न इति. आम् वा? अस्तु, हा इति प्रश्नः. आकाशे प्रकाशिष्यते इत्युक्ते तद्भवति वा न वा इति प्रश्नः. चन्द्रः आकाशे प्रकाशिष्यते वा न वा इति. अस्तु अस्तु. आम्, चन्द्रः आकाशे प्रकाशिष्यते एव. तावदेव, समीचीनम्. अस्तु, अग्रे नरेश महोदय. किं सायंकाले सूर्यः सागरे गाहिष्यते? आम्, सायंकाले सूर्यः सागरे गाहिष्यते. गाहिष्यते. तत्र सागरे तत्र प्लवति अथवा प्लवनं करोति इति. तत्र जले सः अन्तर्गच्छति. अतः तत्र जलस्य अन्ते गच्छति, तत्र गाहिष्यते. आम्, सः सूर्यः सागरे गाहिष्यते. अस्तु, अग्रे लक्ष्मी भगिनी. अस्तु महोदय, सायङ्काले आकाशे कः रक्तवर्णेन शोभिष्यते? सायङ्काले आकाशे सूर्यः रक्तवर्णेन शोभिष्यते. सूर्यः रक्तवर्णेन शोभिष्यते. समीचीनम्. अस्तु, अग्रे रघुवीरनन्दस्वामी. सागरतीरे रात्रिं यावत् कौ रंस्येते? सर्वे जनाः गोपाल कौ कौ कौ इति तत्र जनद्वयं गोपालविनीतौ. गोपालविनीतौ. समीचीनं. सागरतीरे रात्रिं यावत् रंस्येते. तौ विनीत गोपालौ. गोपालविनीतौ. समीचीनं महोदय. अग्रे रघुपति महोदय. महोदय, कीदृशबालाः? एकवारं महोदय, तत्र क्रीडारतः. अस्तु, एकवारं तत्र पुनः पठामि. उपरि सागरतीरे कीदृशाः बालाः वर्तिष्यन्ते? सागरतीरे क्रीडारताः बालाः वर्तिष्यन्ते. क्रीडारताः बालाः सागरतीरे वर्तिष्यन्ते. समीचीनं महोदय. अस्तु अग्रे गीताञ्जलि भगिनि. सागरतीरे न न इदानीं तत्र नवमः सायङ्काले पक्वं फलम् इव सायङ्काले पक्वं फलम् इव कः भाषिष्यते सायङ्काले पक्वं फलम् इव कः भाषिष्यते सायङ्काले पक्वं फलम् इव सूर्यः भासिष्यते कर्तृपदमेव वदतु महोदय तत्र गायिष्यमानः सूर्यः. हा अस्तु तत्र विशेषणमपि विशेषणमपि स्थापितुं शक्नुमः. अस्तु समीचीनं महोदय. गायिष्यमानः सूर्यः गाहिष्यमानः सूर्य क्षम्यतां महोदय. अस्तु धन्यवादः. हा समीचीनं. अस्तु तत्र अपि हा नरेश महोदय अन्तिमं तत्र करोतु. किं द्वे मित्रे सागरतीरे मोदिष्येते. आम् द्वे मित्रे सागरतीरे मोदिष्येते. हा मोदिष्येते समीचीनं. हा तत्र तौ साकं वृषं मोदिष्यावहे तैः साकं वृषं मोदिष्यावहे. समीचीनम्. अस्तु अस्तु धन्यवादः. अस्तु अग्रे श्रीनिवास महोदय तत्र अग्रिमे पुटे चतुर्थ अभ्यासः अस्ति तम् आरम्भं करोति वा. निम्नलिखितेषु वाक्येषु लट्लकारस्य रूपाणि प्रयुज्य वाक्यानि लिखित. ब्रह्मचन्द्रं भासयते. इदानीं तत्र भासयते स्थाने तत्र लृट्लकारं भासिष्यते. ब्रह्मचन्द्रं भासिष्यते. हा भासिष्यते. हा समीचीनं महोदय. ब्रह्मचन्द्रं भासिष्यते. भासिष्यते. अस्तु अग्रे महोदय तत्र प्रायः भासयते इति खलु अतः तत्र भास्धातुः अकर्मकः अस्ति अतः एतत् चुरादिगणीयधातुः अस्ति. ब्रह्म तत्र प्रेरणार्थिके अस्ति अतः भासयति इति कारयति भासयिष्यते इति अन्यथा कर्मपदं न भवति. सत्यं सत्यं सत्यं. हा हा हा समीचीनं महोदय धन्यवादः. अस्तु क्षम्यतां श्रीनिवास महोदय तत्र अहम् अपि तत्र भासिष्यते इति एव उक्तवान् किन्तु तत्र भासयिष्यते. हा तत्र भासते इति तत्र प्रतीयते अथवा चन्द्रः चन्द्रः प्रतीयते अथवा भासते किन्तु इदानीं तत्र ब्रह्म तत् कारयति अथवा तत्र भासयते. इदानीं तत्र लृट्लकारे भासयिष्यते इति भवति. ब्रह्मचन्द्रं भासयिष्यते. हा कारयति इति कृत्वा. समीचीनं धन्यवादः महोदय. अस्तु भासते इति अस्ति चेत् सर्वे विषयान् अवगच्छन्ति इति अहं भास्ये भासते इति अहं हा तदपि कर्तुं शक्नुमः तत्र अहं मन्ये अति इति अहं मन्ये अपि तत् सत्यं भगिनि अहं भासे इति अथवा तत्र ओ अस्तु लिट्लकारे भासिष्ये. हा सत्यं. तत्र कर्मपदं भवति वा न भवति खलु महोदय तत्र इति तत्र एतद् अस्ति इति मन्ये इति मन्ये एतद् तत्र अर्थः प्रतीयते अपियर्स् इति. सुब्लो इति अपि भवति, भास्करः इति अस्ति खलु, भास् इति भास् करोति इति भास्करः, भास्करः सूर्यः, अतः तत्र अपियर्स् इति भासते, इट् अपियर्स् अथवा तत्र इन्द्रियैः ग्राह्यं भवति इति तत्र भासते, प्रतीयते इति. णिच् अस्ति चेत् महोदय रूपं भासयति, भासयति, भासयति, अत्र सर्वत्र इडागमः भवति एव, भवति एव सर्वत्र. इदानीं तत्र आत्मनेपदी, अतः तत्र भासयते इति, भासयते, किन्तु णिच् अस्ति चेत् भासयिष्यते न, न णिच् अस्ति अतः एव तत्र भासयते इति अस्ति, णिच् नास्ति चेत् भासते, निच् योगेन तत्र भासयते इति, अतः एव कर्मपदमस्ति, कर्मपद नास्ति चेत् चन्द्रः भासते इति एव भवेत्. सूर्यः भासते किन्तु, अपि चन्द्रः भासते किन्तु, ब्रह्म चन्द्र भासयति, सूर्यं चन्द्रं भासयते इति, भासयते इत्युक्ते तत्र निच् अस्ति, causes them to be seen इति. परिवर्तनं भूत्वा वाक्ये भासिष्यते एव तिष्ठति, न न न भासयिष्यते इति मन्ये, भासयिष्यते वा, भासय इति भवति खलु, भासय योग इष्यते, भासयिष्यते भवति खलु, शप् विकरणप्रत्यये भवति, भास् योग निच् भासि इति भवति, भासि योग शप् इदानीं भासय इति भङ्गमस्ति, भासय योग इष्यते तत्र इडाग भवति, भासिष्यते, भासयिष्यते, क्षम्यतां, भासयिष्यते इति भवति, इति रूपम्. अस्तु, अग्रे रघुवीरेन्द्रस्वामी. महोदय, किं द्वे मित्रे वा महोदय? न न न, तत्र अग्रिमे पुटे तत्र द्वितीय चतुर्थ द्वितीयबिन्दुः, असंयमिनः आग्रहः वर्धते, असंयमिनः आग्रहः वर्धिष्यते. हा समीचीनं, तत्र किं किम् अस्ति अत्र वदति वा महोदय, तत्र वाक्ये महोदय, असंयमिनः संयमी, संयमिनौ संयमिनः महोदय, संयमिन् वा विभक्तिकार, प्रथमा विभक्ति बहुवचनं. अस्तु, इदानीं तत्र क्रियापदं किम्? वर्धते, एकवचनं, क्रियापदं तु वर्धते एव महोदय, अतः तत्र एकवचनमेव, आग्रहः वा, कस्य आग्रहः वर्तते तत्र, असंयमिनः आग्रहः षष्टि, समीचीनं महोदय, असंयमिन् इति, असंयमिनः इति षष्टि, समीचीनं महोदय, अर्थः कः महोदय तत्र? संयमी नास्ति, यस्य मनः संयम, मनः who does not have control, तस्य आग्रहः, आग्रहः इत्युक्ते तत्र किं, तत्र इन्सिस्टेन्स्, इन्सिस्टेन्स् ओब्स्टिन् बीङ्ग् स्टब्बर्न्, स्टब्बर्न् तादृशम् आग्रहः वर्तते इति, समीचीनं, तादृशम् अर्थे, सत्यं सत्यं भगिनि, अस्तु अग्रे लक्ष्मी भगिनी अग्रे. अस्तु, ज्ञानी सर्वदा आनन्दं लभते, लभते लप्स्यते, लिट् लकार लप्स्यते, ज्ञानी सर्वदा आनन्दं, सर्वदा आनन्दं लप्स्यते, इदानीं बहुवचने किं भवति, ज्ञानी ज्ञानिनौ ज्ञानिनः, ज्ञानिनः सर्वदा आनन्दं लप्स्यन्ते, लप्स्यन्ते, समीचीनं, समीचीनम्. अस्तु अग्रे रघुपति महोदय. अर्जुनस्य हस्तात् गाण्डीवं स्रंस्यते इति अस्ति, इदाघं भवति वा अर्जुनस्य हस्तात् गाण्डीवं संसिष्यते वा संसिष्यते वा संसिष्यते संसिष्यते इति भवति संस्रते संस्रते इडागं भवति वा न जानामि संस्रते संस्रदातु तत्र प्रायशः संस्रते इति संस्रते तु पतति इति हस्तात् पतति पतति पतति इट् इट् स्लिप्स् इति इडागं भवति वा न जानामि महोदय संसृष्यते इति भवति वा संसृष्यते इति प्रायशः तदेव भवति इति मन्ये महोदय तत्र संसिष्यते इति संसृष्यते संसिष्यते सत्यं महोदय संसिष्यते संसिष्यते अर्जुनस्य हस्तात् गाण्डीवं संसिष्यते अस्तु अस्तु अग्रे नरेश महोदय महोदय विश्वरूपं दृष्ट्वा पार्थः कम्पते विश्वरूपं दृष्ट्वा पार्थः कम्पिष्यते हा इदानीं तत्र किं किम् अस्ति तत् वाक्ये वदति वा महोदय किञ्चित् विश्वरूपं दृष्ट्वा पार्थः कम्पते यतः पार्थः कृष्णस्य विश्वरूपं पश्यति हा समीचीनं महोदय हा तत्र दृष्ट्वा पार्थः कम्पते समीचीनं महोदय तत्र कम्पते क्रियापदं दृष्ट्वा त्वान्तं पार्थः इति कर्तृपदं कम्पते अपि दृष्ट्वा किं दृष्ट्वा इत्युक्ते तत्र तत्र कः कर्तृपदं कः दृष्ट्वा तत्र पार्थः एव समान त्वान्तम् अस्ति चेत् समानकर्तृपदम् इति जानीमः पार्थः विश्वरूपं दृष्ट्वा कम्पते तदपि समीचीन समानार्थकम् अस्तु अग्रे गीताञ्जलि भगिनि जिज्ञासवः गुरून् सेवन्ते जिज्ञासवः तु बहुवचनं उकारान्त जिज्ञासु जिज्ञासवः बहुवचन गुरून् अपि बहुवचन कर्मपदम् सेविष्यन्ते वा सेविष्यन्ते इति सत्यं भगिनि हा सेविष्यन्ते इदानीं तत्र एकवचने किं भवति सेविष्यते सेविष्येते अतः तत्र एकवचने वाक्यं वदतु एकवचने किम् अस्ति ओ अस्तु जिज्ञासु गुरून् गुरून् से न जिज्ञासु गुरून् सेविष्यते सेविष्यते समीचीनं भगिनि तत्र जिज्ञासुः गुरून् गुरवः न किन्तु गुरुनेव भवतु चिन्ता मास्तु तत्र जिज्ञासुः गुरून् सेविष्यते इति समीचीनं भगिनि अपि अहम् इति अस्ति चेत् किं भवति अहं गुरून् अहं गुरून् सेविष्ये हा सेविष्ये इति समीचीनं भगिनि हा धन्यवादः अस्तु अग्रे श्रीनिवास महोदय भक्ताः भगवति रंस्यन्ते हा भगवति रंस्यन्ते तत्र रंस्यते इति तत्र अकर्मकधातु कुत्र इति अतः अत्र भगवती इति अतः विभक्ति का तत्र भगवती इति पदस्य न न द्वितीया नास्ति महोदय तत्र किम् अस्ति तत्र रमते इति अस्ति चेत् तत्र अकर्मकधातु कर्मपदं नास्ति केवलं प्रश्नः भवति तत्र कुत्र इति अतः तत्र कस्मिन् इति अतः तत्र सप्तमी विभक्ति अत्र भगवत् भगवान् इति प्रथमविभक्तौ, किन्तु सप्तमविभक्ति भगवती. देवालये वने, हा देवालये रमन्ते इति, अथवा वने रमन्ते इति. तत्र किन्तु अत्र भक्ताः भगवति रमस्यन्ते. भक्तः एकवचने किम् अस्ति महोदय? भक्तः भगवती रमस्यते. अहम् आसीत् चेत् अहं भगवती रमस्ये. रमस्ये इति समीचीनं महोदय. हा तावदेव. अस्तु अग्रे रघुवीरेन्द्रस्वामी. सर्वे जनाः स्वप्रकृत्यनुसारं चेष्टन्ते. जनाः चेष्टन्ते, सर्वे जनाः चेष्टन्ते स्वप्रकृत्यानुसारं चेष्टन्ते. आमोद सर्वे जनाः स्वप्रकृत्यानुसारं चेष्टिष्यन्ते. समीचीनं महोदय. अस्तु इदानीं तत्र सर्वे इति त्यजतु, केवलं जनाः अस्ति चेत् तत्र एकवचने रूपं किं भवति? जनः. जनः स्वप्रकृत्यनुसारं चेष्टते, चेष्टिष्यते. चेष्टिष्यते. अस्तु इदानीं तत्र मध्यमपुरुषे तत्र किं भवति एकवचने? त्वं चेष्टिष्यसे. चेष्टिष्यसे. समीचीनं महोदय. अस्तु अस्तु अग्रे नरेश महोदय. पार्थाः देवध्यानं कुर्वते. पार्थाः देवध्यानं करिष्यते. आर्ताः देवध्यानं कुर्वते इति, कुर्वते इति अस्ति महोदय. तत्र कुर्वते इति अस्तु, तत्र कर्तृपदम् करिष्यन्ते, करिष्यति, करिष्यते इति रूपद्वयं. हा तत्र, हा किन्तु तत्र नरेश महोदय, तत्र आर्ताः इति पदस्य वचनं किं? बहुवचनं. हा अतः तत्र क्रियापदमपि बहुवचनं कुर्वते. तत्र कुरुते एकवचने तु कुरुते अपि अस्ति. कुर्वते इति अस्ति, कुर्वते, कुर्वेते, कुर्वन्ते, करिष्यते. अन्ते न भवति तत्र, अन्ते न भवति महोदय. तत्र कुर्वते इति न महोदय, तत्र कुरुते इति अस्ति महोदय. तत्र एकवचने कुरुते, बहुवचने एकवचने कुरुते, कुरुते, कुर्वते, कुर्वते. हा कुर्वते इति अस्ति, अतः तत्र किञ्चित् क्लेशः अस्ति. किन्तु तत्र बहुवचनरूपम् इदानीं तत्र करिष्यन्ते. हा करिष्यन्ते इति भवति. करिष्यन्ते, हा करिष्यन्ते, करिष्यते, करिष्यते, करिष्यन्ते, करिष्यन्ते. आर्ताः देवध्यानं करिष्यन्ते. हा इति इदानीं तत्र एकवचने द्विवचने वदतु महोदय. तत्र आर्तः, आर्तः देवध्यानं करिष्यते, करिष्यते. आर्तौ देवध्यानं करिष्येते. आर्ताः देवध्यानं करिष्यन्ते. हा इति तावदेव महोदय. समीचीनम्. अस्तु अग्रे लक्ष्मी भगिनी भवती कृतवती वा? अस्तु करोतु. अस्तु. आत्मा कदापि न जायते. जायते दृष्टवन्तः, जनिष्यते इति खलु, पूर्वस्मिन् पुटे आसीत् खलु भगिनि. जायते, जनिष्यते, जन्दातु, जायते. लिट्लकारः जनिष्यते वा? जनिष्यते, सत्यं जनिष्यते. आत्मा कदापि न जनिष्यते. हा इदानीं बहुवचने, बहुवचने जनिष्यन्ते. आत्मा कदापि न जनिष्यन्ते, न जनिष्यन्ते. समीचीनं भगिनि. अस्तु अग्रे रघुपति महोदय. आत्मानः कदापि न कदापि न जनिष्यन्ते. किं भगिनि? आर्तः यस्मिन् इच्छा अस्ति तत्र किमपि इच्छति. तत्र आर्ताः इति तत्र प्रायश इच्छा न, क्षम्यतां, तत्र आर्ताः इत्युक्ते यः कष्टम् अनुभवति, दीनः, दीनः, दीनः, यः कष्टम् अनुभवति सः आर्तः. भगवान् वदति खलु तत्र भक्तानां, तत्र चतुर्विधाः भक्ताः सन्ति इति. अस्तु अस्तु. तत्र किं किम् अस्ति? तत्र अन्तिममस्ति ज्ञानिनः, किन्तु तत्र कोऽपि स्मरति वा? तत्र चतुर्विध अस्ति इति स्मरामि, किन्तु तत्र के के इति न स्मरामि. भजन्ते माम्. हा, तत्र के के अर्थात् जिज्ञासि ज्ञानी च भरतर्षभ. अतः तत्र आर्ताः, आर्तः, अर्थातः, अर्थिनः, जिज्ञासवः, जिज्ञासुः, तदनन्तरं ज्ञानिनः. धन्यवादः, धन्यवादः. अस्तु, अग्रे रघुपतिमहोदय. हा महोदय, ज्ञानं सर्वपापानि भस्मसात् कुरुते इति, कुरुते इति क्रियापदमस्ति. ज्ञानं सर्वपापानि भस्मसात् करिष्यते. हा, भस्मसात् करिष्यते. ज्ञानं सर्वपापानि भस्मसात् करिष्यते. समीचीनं महोदय. अस्तु, अग्रे गीताञ्जलि भगिनि. नवद्वारे पुरे देहि किमपि अकुर्वन् आस्ते. नवद्वारे पुरे देहि किमपि अकुर्वन् आस्ते. अस्तु, आस्ते आशिष्यते. आशिष्यते, आशिष्यते. हा, नवद्वारे पुरे देहि. देहि इति कर्मपदं न? सत्यं सत्यं, देहि कर्तृपदम्. सत्यं कर्तृपदम्. अहमपि अहम् आम् इति उक्तवान्, क्षम्यतां. हा, कर्तृपदमेव. क्षम्यतां, मम दोषः. देहि आस्ते अकुर्वन् आस्ते, किमपि अकुर्वन् आस्ते. हा, तत्र हा, देहि आस्ते अकुर्वन् इति विशेषणं भवति. देहि अकुर्वन् अस्ति, आस्ते. हा, अपि तत्र आस्ते इति तत्र अकर्मकधातुः अस्ति. तत्र आस्ते इत्युक्ते तत्र अस्ति अथवा सिट् इति तत्र, हा, स्थितं, स्थितः इति तादृश अर्थे अस्ति. तत्र एकस्थले अस्ति इति. अतः तत्र प्रश्नः भवति कुत्र आस्ते इति. अत्र पुरे, पुरे इति अस्ति, पुरे आस्ते. तत्र पुरे इति पुरम् इति पदस्य सप्तमी इति मन्ये, किन्तु कीदृशपुरे? तत्र नवद्वारे पुरे इति. देहि इति इत्युक्ते तत्र आत्मा, पुनः आत्मा. देहिन् इति पदस्य प्रथमविभक्ति देहि इति. अस्तु, अग्रे श्रीनिवास महोदय. क्षम्यता महोदय. साधुः अनन्यभक्त ईश्वरं भजते. अनन्यभाक्, अनन्यभाक्, क्षम्यता. साधुः अनन्यभाक् ईश्वरं भजते. साधुः अनन्यभाक् ईश्वरं भजिष्यते. भजिष्यते, भजिष्यते. हा, तत्र साधुः भजिष्यते. इदानीं बहुवचने किं भवति महोदय? अत्र इडागमः अनेक अस्ति, अहं चिन्तयामि महोदय. तत्र इति भवति, भक्ष्यते इति भवति, अथवा रूपद्वयम्. अत्रापि रूपद्वयम्? न न, एतत् वर्षिप् इत्यस्ति, तत्र इडागमः नास्ति. अन्यत् टु गिव् डोनेट् इति अस्ति, तद् भिन्नम् अस्ति. तत् एकवारं अस्तु महोदय. तत् नास्ति, नास्ति. तत्र भज् भज् सेवायाम् इति अस्ति, तद् अनिट् अस्ति. अतः भज् गच्छति, तत्र कुत्वं भवति? भक्ष्यते इति भवति, भक्ष्यते इति भक्षणमिव. अस्तु अस्तु अस्तु, भक्ष्यते. हा, ईश्वरं भक्ष्यते. हा, हा, तत्र भोजनम् इति, तत्र तादृश भज् इति आसीत् चेत् तत्र अस्तु महोदय. अस्तु अस्तु, इदानीं तत्र पूजां करोति इति अर्थे अस्ति. अस्तु, धन्यवादः महोदय. हा, अस्तु, श्रीनिवासमहोदय, क्षम्यतां. पुनः तत्र साधुः ईश्वरं भक्ष्यते साधवः अनन्यभाग् ईश्वरं भक्ष्यन्ते भक्ष्यन्ते इति समीचीनं महोदय तावदेव अस्तु अग्रे तत्र अन्यत् किमपि तस्य चिन्तनं न करोति केवलं तत्र ईश्वरस्य ईश्वरमेव भजति इति तत्र ईश्वरस्य ध्यानमेव करोति इति इत्युक्ते समासः अस्ति अनन्यभाग् तत्र हा तत्र रूपस्य दुःखभाग् भवेत् सर्वे भवन्तु सुखिनः सर्वे निरामय पश्यतु खलु सर्वे भद्राणि पश्यन्तु दुःखभाग् भवेत् इति अस्ति खलु सर्वे किमपि दुःखभाग् न भवेत् इति दुःखभाग् प्रायः तदितप्रायः अव्ययमस्ति किञ्चित् द्रष्टव्यं भगिनि न स्मरामि अत्र अव्ययं भवति अव्ययं वा महोदय प्रायः महोदय तत्र दुःखभाग् अनन्यभाग् इति तत्र प्रायः तदेव अस्ति अस्तु अस्तु अस्तु अग्रे धन्यवादः महोदय अस्तु अग्रे नरेश् महोदय आं महोदय युवकः भगवद्गीतां क्रीणीते युवकः भगवद्गीतां क्रेष्यते हा क्रेष्यते दृष्टवन्तः तत्र क्रेष्यते इति अस्तु क्रेष्यते युवकः भगवद्गीतां क्रेष्यते युवकाः भगवद्गीतां क्रेष्यन्ते क्रेष्यन्ते इति समीचीनम् अस्तु अग्रे रघुपति रघुवीरानन्दस्वामी महोदय कुत्र महोदय तामसाः अधर्मं धर्मम् इति मन्यन्ते तामसाः इति बहुवचनमस्ति महोदय मन्यन्ते तामसाः अधर्मं धर्मम् इति मन्स्यन्ते मन्स्यन्ते समीचीनं तामसः अधर्मं धर्मम् इति मन्स्यन्ते समीचीनं महोदय अस्तु इदानीं तत्र रघुपतिमहोदय अग्रिमम् पञ्चमः यथा निर्दिष्टं परिवर्त्य लिखत सा गीतां क्रेष्यते उत्तमपुरुषे करणीयम् अहं गीतां क्रेष्ये क्रेष्ये समीचीनं महोदय लक्ष्मी भगिनी अग्रे द्वितीयम् अस्तु अर्जुनः कृष्णस्य वचनं करिष्यते मध्यमपुरुषे त्वं कृष्णस्य वचनं करिष्यसे समीचीनं हा तावदेव अस्तु अग्रे गीताञ्जलि भगिनि धृतराष्ट्रः राजभवने वर्तिष्यते उत्तमपुरुषे अहं राजभवने वर्तिष्ये समीचीनं हा अस्तु अग्रे श्रीनिवास महोदय आवां ज्ञानिनां चेष्टाः वीक्षिष्यावहे सः ज्ञानिनां चेष्टाः वीक्षिष्यते वीक्षिष्यते हा समीचीनं महोदय वीक्षिष्यते अस्तु अग्रे नरेश् महोदय महोदय भक्ताः सदा ईश्वरं भक्ष्यन्ते एकवचनं भक्ष्यते भक्तः सदा ईश्वरं भक्ष्यते हा तदेव पूर्वमासीत् तत्र भजते साधुः इदानीं तत्र भक्तः सदा ईश्वरं भक्ष्यते इति समीचीनम् अस्तु रघुवीरेन्द्रस्वामी अग्रिमे पुटे त्वं युद्धस्व युवां युद्ध इति तत्र योच्यते युवां योच्यते लोट् लकारः वा महोदय लोट् लकार युद्धे थाम् किन्तु इदानीं किमर्थं तत्र लोट् लकारं दत्तं खलु लृट् लकारस्य एव करणीयं खलु तत्र अस्तु सत्यं सत्यं योत्से योत्स्येथे हा इति तत्र लृट् लकार युवां योत्स्येथे अस्तु लक्ष्मी भगिनी अग्रे युवां नगरं प्रपश्येथे उत्तमपुरुषे अहं न न आवाम् आवाम् आवाम् आवां नगरं प्रपत्स्यावहे प्रपत्स्यावहे समीचीनम् रघुपतिमूर्ति अग्रे आं महोदय आवां मन्स्यावहे बहुवचने वयं मन्स्यामहे मन्स्यामहे समीचीनम् अस्तु श्रीनिवास महोदय ताराः शोभिष्यन्ते द्विवचने तारे शोभिष्येथे शोभिष्येथे महोदय द्विवचने ताराः शोभिष्यन्ते द्विवचने द्विवचने तारे महोदय तारे शोभिष्येते तारे शोभिष्येते सत्यं सत्यं महोदय गीताञ्जलि भगिनी अग्रे त्वं मोदिष्यसे सः मोदिष्यते सः मोदिष्यते सः मोदिष्यते समीचीनं भगिनि अस्तु सः मोदिष्यते अस्तु इदानीं तत्र रघुवीरनन्दस्वामी तत्र श्लोकः अस्ति तं श्लोकं पठति वा तत्र प्राप्नोति इति अर्थे इति मन्ये भगिनि अत्र पत् धातोः तत्र विसर्ग तत्र उपसर्गेन तत्र अर्थः परिवर्तनं भवति प्रायः अर्थपरिवर्तनं भवति पत् धातु खलु महोदय तत्र पत् पत् पत् तत्र अतः उपसर्ग इत्थ अर्थः भिन्नः अर्थः भिन्नः भवति उपसर्गेन तत्र प्रायः तदेव प्राप्नोति प्राप्नोति इति अर्थे एव भवेत् इत्युक्ते पतति वा पतति न अर्थपरिवर्तनं भवति अर्थ इत्युक्ते प्राप्नोति किन्तु धातु तु पत् एव आमां सत्यं ओ अस्तु अस्तु जयते यत् पराजयते इति भवति खलु जयति इति अस्ति पराजयते इति तत्र भिन्नमस्ति तद् डिफीट् अतः न पराजयते न जयति इति विन् परा इति उपसर्गयुक्तं लूस् इति भवति पराजयते इति भवति अतः तत्र उपसर्गस्य योजनेन अर्थः भिन्नः भवति महोदय आप् दातुः वा प्रा उपसर्गपूर्वम् आप् आप्नोति इति परस्मैपदी भवति आप्नोति प्राप्नोति आत्मनेपदी कथं भवति आत्मन अर्थे अर्थे प्राप्नोति इति अर्थः इति उक्तवान् सहैव दातु इति न उक्तवान् अपि च तत्र आत्मनेपदी परस्मैपदी भवति परस्मैपदी कुत्रचित् आत्मनेपदी भवति तत्र उपसर्गस्य योजनेन सर्वदा तादृशः नास्ति यदि धातुः परस्मैपदी अस्ति उपसर्गेन परस्मैपदी एव भवेत् इति नियमः नास्ति कुत्रचित् भिन्नः भवति अर्थभिन्ना भवति लट्लकारः भवति वा न प्राप्यते कर्मणि प्रयोगे अस्ति कर्मणि प्रयोगे अस्ति खलु प्राप्यते कर्मणि प्रयोगे परस्मैपदि गतौ आमां पतति इति अस्ति गतौ इति शब्दार्थमस्ति महोदय परस्मैपदे भवादि गणीयदातु हा किन्तु तत्र अत्र उपसर्गः अपि अस्ति इति कृत्वा तत्र अर्थः प्रायः किञ्चित् भिन्नः इति. हा तर्हि परस्मैपदे आत्मनेपदि भवेत् वा? हा तत्र हा तत्र परस्मैपदि धातु अस्ति. हा हा सत्यं महोदय. हा किन्तु एतत् एषः तु तत्र हा आत्मनेपदी धातुः अस्ति. आत्मनेपदी न महोदय, तदेव धातुः अस्ति. तत्र कुत्रचित्तलेषु धातूनां उपसर्गयोजनेन परस्मैपदी भवति, परस्मैपदी आत्मनेपदी भवति, भिन्न भवति. अत्र तत्र भिन्नभिन्न भवति खलु, तत्र गतिः उपसर्गेन गतिः भिन्नभिन्न भवति इति. कश्चित् अर्थं वदते इति श्लोकः अस्ति, किन्तु अर्थः प्रायः तत्र प्राप्नुतः प्राप्नुवन्ति. अस्तु रघुनन्दस्वामी. ततो वा प्राप्स्यसि स्वर्गं, जित्वा वा भोक्ष्यसे महीं, तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः. प्राप्स्यसि भोक्ष्यसे, महोदय पदद्वयं स्तः. तत्र स्वर्गं प्राप्स्यसि वा हतः भवति चेत् अर्जुनः महीं भोक्ष्यसे वा? न तत्र हतो वा तत्र प्राप्स्यसि स्वर्गं, यदि न हतः जित्वा वा महीं भोक्ष्यसे. न हतः जयत् निश्चयेन जयं प्राप्नोति इति अर्थे, अतः भोक्ष्यसे महीम् इति. महीमिति तु मही इति तु भूलोकं खलु महोदय, मही. आमां महीं मही इत्युक्ते भूलोकः महीं. तस्मात् उत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः, निश्चयं करोतु इति. अस्तु समीचीनम्. अस्तु समयः अपि जातः, अत्र स्थगयामः तर्हि. तत्र लक्ष्मी भगिनी अन्ते शान्तिमन्त्रं वदति वा भगिनि? अस्तु महोदय. सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. हरिः ओं श्रीगुरुभ्यो नमः. हरिः ओं. धन्यवादः महोदय. सर्वेभ्यो नमः. धन्यवादः. धन्यवादः महोदय. अग्रिमवर्गे मिलामः. धन्यवादः महोदय. धन्यवादः. धन्यवादः.